नमस्सर्वेभ्यः। अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति स्वागतम्। प्रवर्तमानः विषयः तु अस्ति षष्ठीविभक्तिः। यथा भवन्तः जानन्ति एव, षष्ठीविभक्तिः सम्बन्धं सूचयति। यथा रामस्य पुस्तकं, रमायाः शाटिका। षष्ठीविभक्तेः रूपाणि लिङ्गेन अपि च वचनेन भिद्यते, नाम पुंलिङ्गे षष्ठीविभक्तेः रूपं भिन्नम्, अपि च स्त्रीलिङ्गे भिन्नम्। नपुंसकलिङ्गं तु पुंलिङ्गवत् अस्ति। वयं गतेषु वर्गेषु अनेकानाम् अन्तानां रूपाणि दृष्टवन्तः। अद्य तमेव विषयं स्वीकृत्य अग्रे सरेम। यथा प्रकारः आदौ ध्येयमन्त्रः। कविता भगिनी, अहं मम प्रस्तुतिः अत्र प्रस्तुतिं दर्शयामि, भवती पठतु एकनिमिषम्। दृश्यते किं प्रस्तुतिः? आं भगिनि, आं भगिनि, वदामि, गायतु। आम्, ध्येयमन्त्रः। अष्टौ गुणा पुरुषं दीपयन्तीं, प्रज्ञा च कौल्यं च दमः श्रुतं च, पराक्रमश्च बाहुभाषिता च, दानं यथा शक्ति कृतज्ञता च। तत्र बहुभाषिता अस्ति, न तु बाहुभाषिता, बहुभाषिता। अबहु अस्ति, अबहु अस्ति वस्तुतः इदानीम्। आङ्ग्लभाषायाम् अर्थं वदतु। Eight attributes contribute to a person's radiance. They are intelligence, being born into a noble family, study, hard work, being a person of less words, generosity as per capability and gratitude. Atra intelligence kena shabdena drishyate? Intelligence. प्रज्ञा वस्तुतः कान्शियस्नेस् इति अपि गृहीतुं शक्नुमः, परन्तु अत्र इण्टेलिजेन्स्। अपि च इदानीं बीङ्ग् बोर्न् इन् टु अ नोबल् फेमिलि केन पदेन सूच्यते? आम्, कौल्यं कुलतः, कुलतः आगतं पदम्। दमः, दमः कंट्रोल, दमः, दमः कंट्रोल, लेस वर्ड्स, पर्सन ऑफ लेस वर्ड्स, नहीं नहीं नहीं नहीं, दमः, दमः हार्ड वर्क, दमः हार्ड वर्क। हिंदी में भी दम बोलते हैं ना, दम है तो करो बोलते हैं ना, वैसा दैट वे स्ट्रेंथ एंड दैट काइंड ऑफ थिंग। नॉलेज, स्टडी, स्टडी स्टडी स्टडी स्टडी दमः बहुलं श्रुतम्। हाँ, श्रुतम्, श्रुतम् वस्तुतः दैट विच इज हर्ड, परंतु अत्र अत्र नॉलेज, हाँ, श्रुति अपि वक्तुं शक्नुमः। अस्तु, अत्र पर्सन ऑफ लेस वर्ड्स, पर्सन ऑफ लेस वर्ड्स, अबहुभाषिता, उत्तमम्, अबहुभाषिता। बहुभाषिता इत्युक्ते यः यः अधिकं वदति, हा, अबहुभाषिता, अबहुभाषिता तत्र तत्र किं लेस् वर्ड्स् पर्सनल् लेस् वर्ड्स् अपि च जेनेरोसिटि एस् पर् केपेबिलिटि दानं यथाशक्ति आम् अपि च ग्राटिट्यूड् कृतज्ञता उत्तमं तर्हि धन्यवादः भगिनि अग्रे सरेम तत्र गृहकार्येण अहं किं सप्तविंशतितमे पुटे अस्ति कक्ष्याकार्यम् इति तम् अंशं पठनीयं परन्तु आदौ एकं वक्तुम् इच्छामि तत्र पञ्चः यत् बिन्दुः अस्ति तत्र नवमः अभ्यासः भारतीयाः धर्मः सनातनः वयं किं कृतवन्तः भारत्याः इति कृतवन्तः नदीवत् तत् शुद्धः एव भारती इति स्वीकुर्मश्चेत् परन्तु भारतीय अपि शब्दः एव तर्हि तत्र भारतीयानाम् अपि सम्यक् अस्ति कविता भगिनी स्मरति किल यू तर्हि तत् भारतीयानाम् अपि सम्यक् अस्ति भारत्याः अपि सम्यक् अस्ति तर्हि अग्रे सरेम कक्ष्याकार्यं केन कृतं गृहकार्यं कविता भगिनी कृतवती किम् अस्तु तर्हि अहं किञ्चित् श्लोकम् अत्र श्लोकं दर्शयामि एकनिमिषः दृश्यते किं प्रस्तुतिः श्लोकः भगिनि भवती एव पठतु भगिनि किञ्चित् डिस्टर्बेन्स् अस्ति किञ्चित् उच्चैः वदतु न श्रूयते न श्रूयते भगिनि न श्रूयते तत्र किञ्चित् शब्दः अस्ति हा आम् उच्चैः वदतु शक्यते इदानीं सम्यक् श्रुतम् आदित्यानाम् अहं विष्णुः ज्योतिषानां रविरंशुमान् मरुतास्मि नक्षत्राणाम् अहं शशिः अस्तु इदानीं तत्र पुस्तकतः प्रश्नं पठतु भगिनी किं करणीयम् इदानीं षष्टिविभक्तेः अन्वेषणं करणीयं वी हेव् टु सर्च् फार् द अन्वेषणं करणीयं वी हेव् टु स्टार्ट् द सर्च् फार् द सिक्स्त् विभक्ति हा इदानीं वदतु अत्र षष्टिविभक्तौ के शब्दाः सन्ति ओके विजय महोदय नैव किं विशालाक्षी भगिनी रविरंशुमान् षष्टि नैव आदित्यानामः षष्टि विभक्ति तर्हि नैव नैव अस्ति अस्ति अन्यथा न न दास्यन्ते अस्तु ऐ विल् एक्स्प्लेन् टु यू ऐ एम् गोयिङ्ग् टु स्विच् टु इङ्ग्लिश् ओके नौ ओवर् देर् इफ् यु हेव् रेड् आल् द फार्म्स् यु विल् सी देट् इट् फालोस् अ पेटर्न् ओके द एण्ड् आफ् आल् द वर्ड्स् इफ् यु सी फार् पुंलिङ्गे तु रामस्य अस्य अस्य अस्य अस्य अस्ति रामयोः योः योः योः अस्ति सर्वत्र पुंलिङ्गे अपि च रामाणां नाम आम् अस्ति अन्ते आम् अस्ति तर्हि अत्र आदित्यानाम् अहं विष्णुः आम् अस्ति रामाणां वत् अवगतं किम् अवगतं किम् आम् आम् तत्र आम् अस्ति तत्र आम् अस्ति न तु फलं परन्तु प्रत्ययः प्रत्ययः तत्र आम् अस्ति मरीचि मरुतां मरुतां मरीचिः मरुताम् इदानीम् अहं किञ्चित् अन्वयः अहं पदच्छेदनं करिष्यामि आदित्यानाम् अहं महोदय अहं वदामि अनन्तरं वदतु हा अनन्तरं षष्ठी विभक्तौ के के शब्दाः सन्ति इति वदतु आदित्यानाम् अहं विष्णुः ज्योतिषां रविरंशुमान् मरीचिः मरुताम् अस्मि नक्षत्राणाम् अहं शशी इदानीं वदतु विजय महोदय आदित्यानाम् उत्तमं मरीचीनां मरुतः नक्षत्राणां मरीचीनां नास्ति तत्र मरुतां मरुतां श्रुणोतु श्रुणोतु ओके मरीचिः मरुताम् नक्षत्राणाम् अपि च अन्यत् एकं पदमस्ति आदौ नैव नैव आदित्यानां सी इन् रविरंशुमान् आम् इस् नाट् देर् दिस् इस् अ हिण्ट् इट् मे नाट् बि ट्रू आल् द टैम् बिकास् देर् आर् आल् एक्सेप्शन्स् सो रविरंशुमान् इस् आम् देर् देर् भगिनि No, no, no, no, no. No, no. That is a shanach pratyaya, man, vidyaman, that means continuous tense. Okay, so ignore that. Where there is am at the end, generally, in fact 98% of the time, it will be shashti vibhakti. Just as you have, now see, nadyam, nadyam, shashti vibhakti bahuvachanam srilinge asti. Vananam, रामाणां मालानां क्षम्यतां तत्र मालयोः मालानां सो आम् इस् देर् देन् ओके नौ रविरंशु मान् इस् दे मान् आम् इस् नाट् देर् सो इट् इस् नाट् अ षष्ठी विभक्ति ओके मरीचिः मरुताम् okay now why are these different why is not everything ending with nam nam nam because your shashti vibhakti is as per the pratipadikam so for aditya nam aditya akaranta pumling now this is where the you know the emphasis should be given on the end and the pratipadikam why I keep on repeating pratipadikam pratipadikam so aditya aditya nam अकारान्त पुंलिङ्ग ज्योतिषां नौ ज्योतिषां श्याम् आम् इस् देर् देण्ड् From what word is it coming? Why is there no naam? Because the pratipadikam over here is jyotis. Jyotis. Haan. Sakaranta napumsakalinga yasti. Sakaranta napumsakalinga padam. That sa becomes sha because of a Panini rule. And then it becomes jyotisham. That means of the lights, I am ravihi. Ravihi. Ravihi is the sun. Of all that is bright, I am ravihi. Amshuman is radiating with light. Radiating. Amshuman over there is a, you can say it is a continuous tense and it is also an adjective over there. Marichihi. Marutam. Am is there at the end. Okay. And why is it not ending with nam like Aditya? Because the Pratipadikam is marut, marut, takaranta pumling shabda hasti, takaranta pumling shabda hasti. Marichihi marutam among the marutas asmi, aham marichihi asmi. Nakshatranam of, this is like nakshatra, it is akaranta napumsakalinga padam. Nakshatranam aham shashi, I am the moon among all the stars. Okay? So, the way it will be translated is, of the Adityas, I am Vishnu. Of the lights, I am the sun. Of the Marutas, I am Marichihi. Of the stars, I am Shashi. Okay? So, avagatamiti manye idani. इदानीं कविता भगिनी करोतु. आं भगिनि. वेदानां सा वेदानां सामवेदोऽस्मि देवानाम् अस्मि वास्वः इन्द्रियाणामनश्चास्मि भूतानां च भूतानाम् अस्मि चेतना. भगिनि वदतु उत्तमम्. इदानीं षष्ठीविभक्तौ के के पदानि सन्ति, कानि कानि पदानि सन्ति? वेदानां सामवेदोऽस्मि. आफ् द वेदास् ऐ एम् सामवे अस्मि स्वामवे. उत्तमं. देवानाम् अस्मि वासवः. सो देवानां षष्ठी वासवः इन्द्र. इन्द्र अनदर नेम् फार् वासवः. इन्द्रियाणां मनश्चास्मि. इन्द्रियाणाम् अमङ्ग् द इन्द्रियास् ऐ एम् द मनस्. सो इन्द्रियाणां. देन् भूतानाम् अस्मि चेतना. भूतानाम् आफ् आल् द भूतास् ऐ एम् द चेतना. भूतास् ओवर् हियर् मीन्स् आल् द लिविङ्ग् बीङ्ग्स् ओवर् हियर्. उत्तमम्. अवगतम्. उत्तमम्. उत्तमम्. मया अवगतं यत् भवती इदानीं जानाति इति. अस्तु, विजयमहोदय करोतु. आं भगिनि. रुद्राणां शङ्करणास्मिन् वृत्तेषो यक्षरशसाम् वसूनां पावकशास्मिन् मेरुशिखरिणामहं. रुद्राणां षष्टिविभक्ति. उत्तमम्. देन् वसूनां. उत्तमम्. देन् शिखारिणां. शिखरिणाम्. अपि च अन्यत् एकं पदमस्ति, वदतु. अन्यत् एकं पदमस्ति रुद्राणां शङ्करः. यक्षरक्षसां वित्तेशः. यक्षरक्षसां तत्र यक्षरक्षसाम्. इट् इस् अ समासः. इट् इस् अ कम्पौण्ड् वर्ड्. यक्षरक्षसां तत्र रुद्र प्रातिपदिकं, यक्षरक्षस प्रातिपदिकं, वसु प्रातिपदिकं, शिखरिन् प्रातिपदिकम्. इदानीं किं तत्र आङ्ग्लभाषायां किम् अस्ति? आफ् द रुद्रास्, आफ् द यक्षास् एण्ड् द राक्षसास् ऐ एम् वित्तेशः. वित्तेशः, वित्तं मीन्स् मनी. वित्तेशः इस् द लार्ड् कुबेरा. लार्ड् कुबेरा. पावक इस् दिस् एक्चुली अग्नि. Agni, okay, okay. And? Shikarina, all the mountains, I am the... Meru. Meru. Uttamam. Okay. Vanapi. Hello. Janyati iti. Jnatam. Vishalakshi Bhagini. Patatu Bhagini. भगिनी, विशालाक्षी भगिनी, हरि ओम्, अस्ति किम्? विशालाक्षी भगिनी, अस्ति किम्? न श्रूयते. म्यूट् मध्ये अस्ति किम्? विशालाक्षी भगिनी, मम ध्वनिः श्रूयते किं? कविता भगिनी, विजय महोदय, आं भगिनी, श्रूयते. तर्हि कुत्र गतवती विशालाक्षी भगिनी? अन्म्यूट् अस्तु अस्तु अस्तु. श्रूयते? आम् आं श्रूयते, इदानीं सम्यक् श्रूयते. पठतु. 24th you want me to do? किम् अभवत् इदानीं भगिनी? हरि ओम्. हेलो. इदानीं पठतु भगिनी. Of all priests. Gayatu. Purodhasam cha mukhyamam viddhi partha brahaspatim senani namahoskandaha sarasamasmi sagarah. So purodhasam viddhi partha brahaspati no senani naam sarasam apicha sarasam. So we are saying purodhasam cha mukhyam maam viddhi partha brihaspatim. Viddhi partha, you know that, you understand that of all the priests I am brihaspatim, of all the army leaders I am Skandaha, of all the flowing waters I am Sagara. Water bodies, of all the water bodies. All the water bodies. Idani. Avagatam kila? Idani. Kavita Bhagini. महर्षीणां भृगुरां गिरिरां दिरां महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् गिरामस्म्येकमक्षरम् यज्ञानां जयज्योष्मि स्थावराणां हिमालयः महर्षीणां भृगु भृगु महर्षीणाम् उत्तमं षष्ठि आम् देन् गीरा रश्म्येकमक्षरं सो गिराम् अस्मि नो नो नो no no it, here there is a little confusion or not confusion there is a little it's a little bit different so over here the pratipadikam is gir like how you have girvani which is sanskritam so gir is actually what you call vani words shabdah sweet shabda vani so gir is a rephanta strilinga padam gir is a rephanta. Rephanta is that ra which we say with a halant. That is a repha, it is called. So, gir is rephanta strilinga padam. And over here, the shashti vibhakti is giram. So, giraha, giroho, giram. Giraha is ekavachane, giroho is vivachane, apicha, giram asti, bahuvachane. Shashti vibhakta. Giram asmi ekam अक्षरम् अग्रे उत्तमम् स्थावराणां हिमालयः आफ् आल् द मौण्टेन्स् ऐ एम् हिमालयः Stavaranam, while it is a mountain, no doubt, but literally the meaning is of all unmoving objects, of all unmoving, that which is stationary. Stavaranam. Uttamam. अश्वत्थं सर्ववृक्षाणां देवेशीनां च नारदः गन्धर्वाणां चित्ररथं सिद्धानां कपिलो मुनिः अश्वत्थं फस्ट् षष्ठी विभक्तौ किम् अस्ति सर्ववृक्षाणां तत्र एकपदम् अस्ति सर्ववृक्षाणां देवर्षीणां गन्धर्वाणां सिद्धानाम् उत्तमम् इदानीम् अवगतम् अर्थं वदतु तथा पठतु अर्थं चिन्ता नास्ति all the trees अश्वत्थैः सर्व बानियन् ट्री आफ् आल् द ट्रीस् सर्ववृक्षाणाम् आफ् आल् द ट्रीस् ऐ एम् द अश्वत्थ आल् द फ्रोम् द देवतास् ऐ एम् नारद हा ओवर् हियर् नारदः यु कान् टेल् देवतास् बिकास् देट् बिकम्स् इन्द्र देवानां वि हव् आलरेडि डन् नो देवानाम् इस् इन्द्र So over here, actually, Devarishi, Rishi mainly is Rishi. Narada. Then? Among the all the Rishis, I am Narada. Gandharvanam, Chitraratham. All the, that's Gandharvas. Gandharvas, I am Chitraratham means name. Chitraratha is a Gandharva. The name, okay. Chitraratha. Siddhanam Kapilo Muni. All among the all the Siddhas, Kapilo Muni. Kapilaha Muni. Kapilaha is his name. Kapilo it has become because of a sandhi over there. Vishalakshi Bhagini. Uchaishvas. Uchaishravas. उच्चैश्रवसमश्मादवानो वानः विद्धि माममृतोद्भवम् ऐरावतं गजैन्द्राणां नराणां च नराधिपम् अश्वानां अश्वानां ऐरावतानां अश्वानां all the horses aira gajendranam uttamam of all elephants naranam of all human beings that's all aradipam is nothing uttamam avagatam of all the horses I am uchchaishrava and over there yeah amrutodbhavam is that horse has come out when they were doing the churning the manthanam acha yeah airavatam gajendranam naranam naradhipam is very simple to understand acha yeah na bagini kavita bagini आं भगिनि आयुधानाम् अहं वज्रं धेनूनामस्मि कामधुक् प्रज्ञा च प्रजानाम् कन्दर्पः प्रजनस्सस्मि कन्दर्पः सर्पानाम् अस्मि वासुकिः आयुधानाम् उत्तमम् देन् धेनूनां प्रजनश्च अस्मि सर्पाणां उत्तमं सो ऑफ द ओके सो ओवर देयर हां टेल मी दे प्रजनश्च अस्मि ओवर देयर देयर इज नो षष्ठी विभक्ति ओके देयर इज नो he is just saying that I am the god of love I am the god of love he is not saying that of so many people I am so and so okay sarpana dhenuna ayudhana vijay mohde अनन्ताश्चास्मि नागानां वरुणो यादसामहं पृतृनां मर्त्यमा चास्मि यमसंयमतामहम् यमसंयमतामहम् उत्तमम् यमसंयमतामहम् नागानां सेकेण्ड् इस् पृतृनां I think samyam matamaham is there no sanyamatamaham sanyatam sanyamatam and yadasam of yadasam of the yadus okay samyatam sanyamatam sanyamatam is the one sanyam is what sanyam means what discipline so of all the okay. law keeping forces you can say that okay. I am yama okay. yama is the one who does justice okay okay astu pitrunam is not there pitrunam is not there pitrunam he told no pitrunam he told I didn't hear Pitrunam. Okay. I think he said Pitrunam first only. Uktavan kila Vijay Mahode? Pitrunam? Yeah, yeah. I said. First only he told. Okay. Agree. Vadatu, Bhagini, Vishalakshi. Prahladashchas प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणां दैत्यानां of all the demons. Then kalyatam aham, kalayatam of all the kalayatam aham kalah kalayatam aham kalah. That means Kala, actually, means, gati, you have heard of, Kala is time, and gati, that means that which actually subdues us. Time passes, whether we are there, we are not there, it is eternal. So, of, I am time. Of the subduers of time. Vrikanam, of all lions, of all birds. So among all birds, of all birds, okay? Evam karaniyam. Anyaha shlokaha kurvanto iti yachna grahakaryam rupena. Astu? Agresaram. क्षम्यताम् अग्रे सरेम अस्तु कविता भगिनी तत्र किञ्चित् अभ्यासं कुर्मः तत्र किं तत् त्रयोविंशतितमे पुटे अस्ति उपरि दत्तानि रूपाणि पठतु त्रयोविंशतिः 23 कोष्टके यदस्ति तत् पठतु अवधेयम् आं भगिनि आम् सत्यं पठतु अवधेयम् एकवचनं द्विवचनं बहुवचनं कविः कवेः कवयोः कवीनां वसुः वसोः वसयो वस्वोः वसूनां पिता आं भगिनि आं पठतु पिता पितुः पितुः पित्रोः पितॄणां वारी वारिनः वारिणोः वारिणां मधु मधुनः मधुनोः मधूनां सेनानिः सेनान्यः सेनान्योः सेनान्याम् तत्र सेनान्यां तत्र भगवद्गीतायां तु वयं किं पठितवन्तः सेनानीनाम् अहं स्कन्दः परन्तु भगवद्गीतां तु कृष्णः एव उक्तवान् तर्हि तत्र अस्माकं कृते किञ्चित् भिन्नः अस्ति अस्तु धन्यवादः विशालाक्षिभगिनी तत्र एकविंशतितमे पुटे अधोभागे अस्ति अधोभागे अस्ति तत् कोष्टके यदस्ति तत् पठतु अवधेयम् एकवचनं द्विवचनं बहुवचनं वृक्षः वृक्षस्य वृक्षयोः वृक्षाणां सेना सेनायाः सेनयोः सेनानां नारी नार्याः नार्योः नारीणां ज्ञानं ज्ञानस्य ज्ञानयोः ज्ञानानां कृष्णः कृष्णस्य गीता गीतायाः वाणी वाण्याः चक्रं चक्रस्य तत्र द्विवचने अपि वदतु द्विवचने अपि बहुवचने अपि कृष्णः गीता वाणी चक्रं कृष्णस्य कृष्णः कृष्णस्य कृष्णयोः कृष्णाणां कृष्णानां नाम गीता गीतायाः सेना सेना गीता गीतायाः गीतयोः गीतानां वाणी वाण्याः वाण्योः वाणीनां चक्रं चक्रस्य चक्रयोः चक्राणां धन्यवादः भगिनि. तत्र विजय महोदय तत्र पञ्चविंशतितमे पुटे अस्ति अवधेयम् इति सर्वनामाणाम् अवधेयम् एतत् पुल्लिङ्गे नपुंसकलिङ्गे च एकवचनं द्विवचनं बहुवचनं एतस्य एतयो एतेषां अत्र महोदय महोदय अत्र विसर्गस्य आवश्यकम् अस्ति एव वदनीयम् एव एतयो न वक्तुं शक्नुमः एतयोः एव वदनीयम् पुल्लिङ्गे नपुंसलिङ्गे च एतस्य एतयोः एतेषां स्त्रीलिङ्गे एतस्याः एतयोः एतासां तद् पुल्लिङ्गे नपुंसलिङ्गे च तस्य तयोः तेषां स्त्रीलिङ्गे तस्याः तयोः तासाम् अस्मत् त्रिषु लिङ्गेषु मम आवयोः अस्माकं युष्मत् त्रिषु लिङ्गेषु तव तवयोः युष्माकं युवयोः युष्माकम् अस्तु धन्यवादः. तत्र सप्तविंशतितमे पुटे तत्र महोदय भवान् एव करोतु षष्ठः बिन्दुः सप्तविंशतितमे पुटे यदस्ति अधोभागे आवरणे विद्यमानस्य शब्दस्य षष्टिविभक्तिरूपेण रिक्तस्थानानि पूरयत पूरयत तत्र महोदय पूरयत कीदृशं पदम् लोट् लोट् लकारः अस्ति मध्यम पुरुष बहुवचने तत्र महोदय तत्र प्रश्ने क्षम्यतां प्रश्ने तत्र षष्टिविभक्तौ के के शब्दाः सन्ति विद्यमानस्य उत्तमम् उत्तमं षष्टिविभक्तिरूपेण तत्र विभक्तिः का शब्दस्य प्रथमा विभक्ति नै षष्टिविभक्तिरूपेण षष्टिविभक्तिरूपेण रूपेण नैव तत्र षष्टिविभक्तिरूपेण इति पदमस्ति किल तस्य पदस्य विभक्तिः का वाट् इस् द विभक्ति आफ् दट् वर्ड् षष्टिविभक्तिरूपेण रूपेण नो विभक्तिः एनिबडि नैव नैव षष्टिविभक्तिरूपेण इस् द वर्ड् रैट् वाट् इस् द विभक्ति आफ् देट् वर्ड् ओ षष्टिविभक्तिरूपेण जानाति भवान् अहं जानामि यत् भवान् नैव वदतु हा तृतीया विभक्ति तृतीया विभक्ति अस्तु अग्रे इदानीं करोतु हा अहं जानामि भवान् जानाति इति अस्तु पठतु. मयूराः मयूराः मेधाः गर्जनम् इच्छति. आन्सर् इस् मेधा अस्ति किं महोदय तत्र? मेधा अस्ति किं तत्र? मेघा मेघा हा मेघा अस्ति. मयूराः मेघानां गर्जनम् इच्छति. इच्छन्ति. इदानीम् अर्थं वदतु. द पीकाक् when we see the cloud, like peacock clouds, megha is a cloud, mayura is a peacock. Yeah. Arjuna means she dance, no, sound, make sound. So when she see the cloud, she when kutra asti tatra, when kutra asti? No, so mayura ha. Peacock view the इदानीम् एकनिमिष एकनिमिष हा एकनिमिष महोदय तत्र क्रियापदं किम्? क्रियापदं किं विजय नैव विजय महोदय एव वदतु. क्रियापदं किं तत्र? इच्छन्ति. इच्छन्ति इच्छन्ति. सो वाण्ट् इच्छन्ति बहुवचने अस्ति वा एकवचने अस्ति वा द्विवचने अस्ति वा? इच्छन्ति बहुवचने. वचनं किं? बहुवचनमस्ति. इच्छन्ति देट् मीन्स् दे वाण्ट्. के इच्छन्ति? के इच्छन्ति? हू वाण्ट्स्? मयूराः. सो द पीकाक्स् वाण्ट्. किम् इच्छन्ति? वाट् डु दे वाण्ट्? गर्जनम्. उत्तमं. गर्जनं. दे वाण्ट् द the sound of what? Of what? Of the cloud. So mayuraha meghanam, that means of the clouds. Over here it is in bahuvachanam because bahu meghanam asti tatra. Garjanam icchanti, they want to hear. To hear is not there actually, but garjanam is there. They want the sound of the clouds. Okay, this is how you have to interpret it. Idani अग्रिमं वाक्यं करोतु. नेक्स्ट् इस् पण्डितः नाटकानि रचनां करोति. द आन्सर् इस् पण्डितः नाटकानां रचनां करोति. अर्थं वदतु. द पण्डित् इस् ए विद्वान्. वी केन् से पण्डित इस् ए विद्वान्? नैव महोदय एव नो न. तत्र विद्वान् कुत्र अस्ति? पण्डितः नाटकानां रचनां करोति. तत्र क्रियापदं किम्? क्रियापदं किं करोति? अर्थं किं? क्षम्यताम्, अर्थः कः? करोति रचनां करोति. करोति इस् डज़. ओके, डज़. किं करोति? रचनां करोति. दट् मीन्स् वाट्? ही क्रियेट्स्. ही क्रियेट्स्. हू? पण्डितः. पण्डितः क्रियेट्स् वाट्? आफ् द नाटकास्. आफ् द नाटकास्. ओवर् हियर् इट् इस् ड्रामास् वित् एन् अपोस्ट्रफि. आफ् द ड्रामास् क्रियेशन् he does the pandita. Oh, pandita. Okay. Okay. He does the creation of the natakas. That's why of the natakas over there is in shashti vibhakti. Okay. Avagatam kim mahode? Avagatam. Astu avagrimam karotu. Brahaspati hi devaha guru asti. Brahaspati hi devanam guru asti. देवानाम् इट् विल् बि षष्ठी विभक्ति. अर्थं वदतु. बृहस् of the all the devas brahaspati and guru nahi guru hu asti guru asti brahaspati deva brahaspati is the guru of brahaspati is the is the guru guru of deva of all the devas brahaspati is the guru of all the devas idanim avagatam agrimam karotu sajjanaah suktayah smaranam kurvanti सज्जनां सुक्तिनां सज्जनाः सज्जनाः सुक्तिनां स्मरणं कुर्वन्ति वाट् इस् सुक्तिनां सूक्ति सूक्तिः इस् आल् दीस् वन् लैनर्स् विच् वी हेव् नो आल् द सेयिङ्ग्स् प्रोवर्ब्स् all the one line especially one liners okay so if you have tena vina trinam api na chalati those kind of things that is sukti so sukti hi is a ikaraanta striling padam idani sukti naam idani vadatu artham vadatu sajjanaah sukti naam smaranam kurvanti people sajjana very good वदतु विजयमहोदय एव वदनीयं विजयमहोदय महोदयेन एव वदनीयं वदतु चिन्ता नास्ति वदतु महोदय पीपल् फ्रम् थ्रू पीपल् अस्तु अस्तु कविता भगिनी साहाय्यं करोतु सज्जना थ्रू सूक्ति मेमोरैस् दे मेमोरैस् सो इफ् यु लिटरली ट्रान्स्लेटेड् सज्जनाः आफ् ऐ मीन् द गुड् पीपल् sajjanaah those who are good they do the remembering of the suktis so over here that is how but what you said is correct you have understood the context okay so smaranam kurvanti kasya smaranam kurvanti suktinam smaranam kurvanti they do the remembering of what of the suktis okay dhanyavadah mahoday vishalakshi bhagini अग्रिमं वाक्यं करोतु गोपालकः धेनवः पालनं करोति गोपालकः धेनानां पालनं करोति धेनानां नैव धेनूनां धेनुः धेनुकारान्त स्त्रीलिङ्गपदमस्ति धेनूनाम् ओके वाट् इस् धेनु बट् धेनुः धेनु काव् काव् इन्फर्मेशन् वन् इन्फर्मेशन् दट् ऐ हेव् ओवर् देर् इस् नार्मलि काव् इस् गो बट् ओवर् हियर् धेनु इस् अ काव् देट् इस् फीडिङ्ग् ऐ मीन् मिल्किङ्ग् फीडिङ्ग् ऐ मीन् वाट् यु काल् अ मदर् a mother one who has a calf child yeah who has a calf so now idanim vadatu artham vadatu the gopalakah means all the those who look after the cows cowherd cowherds the cowherds कौ हर्ड्स् अस्ति भगिनि, तत्र कौ हर्ड्स् अस्ति वा, बहुवचने अस्ति किं? कौ हर्ड्, कौ हर्ड्, द कौ हर्ड् लुकिङ्ग् आफ्टर् द कौस्. सो वै इस् इट् षष्ठी विभक्ति? द कौ हर्ड् इस् डूयिङ्ग् द लुकिङ्ग् आफ्टर् आफ् द कौस्, आफ् द कौ. देट् इस् वेरि इम्पार्टेण्ट् टु अण्डर्स्टाण्ड् that this is how Sanskritam is. Agrimam. Pita vastuni gananam karoti. Gananam, gananam nasti, gananam. Gananam karoti. Pita vastunam gananam karoti. Naam, naam asti, refa nasti. ऋकारान्तः नास्ति, शकारः अपि नास्ति. ओके, पिता वस्तूनां गणानां करोति. गणानां, गणा नास्ति भगिनी, गणानां, गणानां करोति. गणानां मीन्स् इट्स् काउंटिंग. सो द फादर् इस् काउंटिंग, डूइंग द काउंटिंग आफ् द थिंग्स, वस्तु. उत्तमम्, अग्रिमम्. वयं कार्यकर्तारः वचनं शृणुम, शृणुमः, शृणुमः, शृणुमः. वयं कार्यकर्तारां नैव नैव नैव भगिनि नैव नैव नैव नैव नैव कर्तारः तत्र तत्र ऋकारान्तपदमस्ति, ऋकारान्तपदमस्ति. कार्यकर्ता इस् लैक् पिता, पितावत् अस्ति. इदानीं त्रयोविंशतितमे पुटे पश्यतु तत्र रूपं कथमस्ति इति. कार्यकर्ता पितावत् अस्ति, ऋकारान्त पुंलिङ्ग् शब्दः अस्ति, पुंलिङ्गशब्दः अस्ति. कर्तॄणाम् इट् शुड् बि देन् कर्तॄणाम्, कार्यकर्तॄणां, कर्तॄणां वचनं शृणुमः. वयं, यु, वयं, वयं, यु आल्. ए, क्षम्यतां भगिनी, वयं, दे आल्, दे आल्, वयं. नैव नैव भगिनी, नैव. किमर्थं विस्मृतवती? किं वदतु विजय महोदय, वयं किम्? वि आल्, वि आल्, वयं, वयं, वि, वि, अच्छा, वि आल् आर् हियरिङ्ग् द. उत्तमं. द वचनास् आफ् द कार्यकर्तास्, of the workers. So we are listening, we are listening to the words of the कार्यकर्तास्. अस्तु, धन्यवादः भगिनि, धन्यवादः. एकनिमिष, नैव, एकम् अन्यत् एकं करोतु. अहं गुरुवः सेवां करोमि. अहं गुरुवः, वाट् हेपन्स् टु द गुरुवः, पश्यतु. गुरु, गुरुणां, गुरुणां, गुरु भगिनी, गुरुवां, गुरोः भगिनी. एकनिमिष, प्रश्नः अस्ति. गुरोः भवितुम् अर्हति किम्? इस् इट् पासिबल् दट् इट् शुड् बि गुरोः? नो, बिकास् किमर्थम्? अहम् इस् मी, ऐ, किमर्थं तर्हि? नो नो नो नो, यो आन्सर् इस् करेक्ट्, नो इस् करेक्ट्. किमर्थम् अहम् एण्ड् गुरूणां, देर् आर् नाट् कनेक्टेड्. गुरूणां यु आर् सेयिङ्ग् बिकास् गुरवः इस् इन् प्लोरल्. Understand? Okay. Avagamaniyam. किञ्चित् चिन्तित्वा एव वदनीयम्। अहं गुरूणां सेवां करोमि, अर्थं वदतु। I do the seva of the gurus. उत्तमं, धन्यवादः। धन्यवादः कविता भगिनी। Why guru is not possible? Because guravah, in the bracket, the word that has been given to you is in plural. If guru who had been given, then you would have put guroho. Uchchai vadatu bhagini. Bhavatyaha dhvani kinchit. Aam bhagini. Hidani. Sabayam. सभायां वाद्यानि ध्वनिः अधिक अस्ति। सभायां वाद्यानां ध्वनिः अधिक अस्ति। उत्तमम्। हा उत्तमम्, अर्थं वदतु इदानीं। The ध्वनिस् आर् इन् द सभा। उत्तमं भगिनि, अवगतं भगिनि। सभायाम् इति पदस्य विभक्तिः का? सभायां You said in the sabha, right? In the so, विभक्तिः का? नैव, सप्तमी, सप्तमी अस्ति मालायां, सभायाम् अस्ति तत्र। अस्तु, अग्रिम। माता अपत्यानां पालनं करोति। व्हाट इज अपत्यानां? अपत्य इज चिल्ड्रन। अच्छा। माता, द मदर नरिशेस द चाइल्ड, चिल्ड्रन। डज द नरिशमेंट ऑफ द चिल्ड्रन। अच्छा, डज द नरिशमेंट ऑफ द चिल्ड्रन, बिकॉज़ इट इज षष्ठी ना। अग्रिमं पठतु, भवती एव पठतु। कोष्ठेभ्योः उच्चपदैः सम्यक् पठतु। कोष्टकस्यैः यैने थैः अस्ति, कोष्टकस्थैः। कोष्टकस्थैः उच्चपदैः उच्चितपदैः रिक्तस्थानानि पूरयत्। इदानीम् एकनिमिष, इदानीं कोष्टकस्थैः उचितपदैः तयोः पदयोः विभक्तिः का? तृतीया विभक्ति। उत्तमम् उत्तमम्। बहुवचनम्। उत्तमं, रिक्तस्थानानि पूरयत्। इदानीं कोष्टकस्थैः, कोष्टकस्थः देट् मीन्स् द वर्ड्स् विच् आर् देर् इन् द टेबल्। उचितपदैः यूस् द बै करेक्ट् वर्ड्स्, रिक्तस्थानानि पूरयत, करोतु प्रथमं। वयं प्रतिदिनं जीवनचरित्रं पठामः। वयं प्रतिदिनं महापुरुषाणां जीवनचरित्रं पठामः। अर्थमपि वदतु। ऐ एव्रिडे रीड् द लैफ् हिस्ट्रीस् आफ् द सेण्ट्स्, महापुरुषा आफ् द सेण्ट्स्। ऐ रीड्, वयम् अस्ति किल तत्र, वयं नै अहम् आवां, वयं, वि आल्। अग्रिमं, अग्रिमं तेषां कविताः रमणीयाः सन्ति तेषाः कवीनां कविताः उत्तमं भगिनि उत्तमं तेषाम् अर्थं वदतु तेषाम् अहं तेषां युवर् तेषाम् इस् युवर् मेम् नो नो देर् देर् देर् अच्छा अच्छा देर् टी एच् इ आय टी एच् इ आय देर् देर् their kavita is ramaniyam is enjoyable ramaniyam. Yes they of those poets tesham of those poets okay there and of those is the their is also shashti vibhakti only but to put it more literally of those poets poems are very enjoyable कविताः रमणीयाः एञ्जायबल् किं तत् कविताः कविता एव वदति कवितायाः विषयम् अस्तु अग्रिमं करोतु विवेकानन्दस्य पठनेन स्फूर्तिः लभ्यते विवेकानन्दस्य वचनानां उत्तमम् अर्थं वदतु बै रीडिङ्ग् द सेयिङ्ग्स् आफ् स्वामी विवेकानन्द स्फूर्ति वि गेट् एन्थूसियासम् लभ्यते उत्तमम् उत्तमं भगिनि भगिनि एकनिमिष तत्र पठनेन तस्य पदस्य विभक्तिः का उत्तमं भगिनि उत्तमं धन्यवादः धन्यवादः तत्र विजयमहोदय तयोः विसर्गस्य उच्चारणम् आवश्यकम् तयोः मैत्रीः जगत्प्रसिद्धा मैत्री तयोः मैत्री जगत्प्रसिद्धाः प्रसिद्धा तयो मित्रयोः उत्तमं मित्रयोः मैत्री जगत्प्रसिद्धा tayo means of all tatra vachanam kim tayoho ramayoho ramayoho so tayoho dvivachanam so of all of those two of those two मैत्री इस् फेमस् जगत् फ्रेण्ड्स् आफ् दोस् टु फ्रेण्ड्स् फ्रेण्ड्शिप् इस् वर्ल्ड् फेमस् तयोः मित्रयोः आफ् दोस् टु फ्रेण्ड्स् मैत्री जगत् प्रसिद्धा अग्रिमं करोतु 50- अनुसरणेन जीवेन अनुशासनं भवति जीवने अनुशासनं भवति नियमानां नियमानाम् अनुसरेण जीवने अनुशासनं भवति बै द डिसिप्लिन् वन् गेट् नियम् इस् अ डिसिप्लिन् in life there is order in life, jivane, in life, there is order, there is good administration. Oh, okay. Astu. Agrimam karotu. Dash, madhye, sahakara bhavam, sahakara bhavaha. Bhava, avashyakah. Karyakartrinam, madhye, sahakara bhavah, avashyakah. Uttamam, artham vadatu. In between the worker, there is a coordination is required. Very good, uttamam. Dhanyavadah, mahoday. धन्यवादः विशालाक्षी भगिनी. अवशेषाणां वाक्यानां उत्तरं वदतु. डैश ऐक्यं न सुलभं. मतीनां ऐक्यं न सुलभम्. उत्तमम्. अर्थं वदतु. इट इज़ नॉट ईजी. Aikyam means Aikyam is one. Yeah. Aikyam. Yatha advaitam asti tatha. Of so matinam. Matinam is of the opinions. Of opinions. Of opinions. One opinion is not opinion is not easy. It is not easy. So, basically, consensus is not easy. Agrimam karotu. Adyatve dash jalam kalushitam bhavati. Adyatve nadinam kalushitam bhavati. What is adyatve? I don't know. Adyatve is nowadays. Nowadays. Adya is today. Adyatve is nowadays. Nowadays, the water of the rivers become dirty. Is dirty. Is dirty. Agrimam. Ashvapalakaha dash palanam karoti. Ashvapalakaha ashvanam palanam karoti. The one who looks after the horses, Ashvapalaka is one who looks after the horses, correct, right? Correct. Ashvapalaka, Ashvanam, the looks after the bringing up of the horses. That's the bringing up of the horses. Agrima. Horses. Dash Ajna Palaniya. Gurunam Ajna Palaniya. Gurunam Ajna Palaniya. Palaniya. You have to follow the orders of the teacher. Uttama. Idanim. Sigram. Ekasya Mathasya Patanam Kurmaha. Aham Idanim Atra. Bhajanam Karishyami, I will share it. Prasiddha Katha, Esha, Chintanasti, Ekatmisha. भगिनी मम प्रस्तुतिः दृश्यते किम्? दशमहत्वम् अस्ति. तत् शीर्षकम् इदानीं पठतु. एकनिमिष किञ्चित् ज़ूम् करिष्यामि. इदानीं पठतु. एकदा दशबालकाः स्नानाय नदीम् अगच्छन्. ते shall I tell the meaning first? Ekada once 10 children, dasha balakaha, 10 children came to the river for bath. Went to the river. Agachan is went. Agachan. Oh, went is it? Agachan. Te nadi jale chiram snanam akurvan. Chiram means? For a long time. For a long time. They had baths for a long time in the water of the river. Uttatah te tirva param gataah. Kshamyatam ekanimisha. Tatra tirvaha tatra tankanasya doshah asti. Tirvaha iti. Tirvaha. Tirnonu. Tirtva. Tirtva. Tirtva. Tirtha. Big tha. Tirtva. No. Tirt. Tirtva. Ta. Small. Tirtva. Alpaprana. Alpaprana. Param gataha. Tirtva is after swimming. They crossed the shore. They crossed the other side. They crossed to the other side. To the other side. Okay. Gataha. Tada tesham nayakaha apruchataha. Apruchat. Apruchat. At that time their leader questioned. Tatra tesham iti shabdasya vibhakti ka tesham. Tesham. Shashti vibhakti, no? Uttamam. Agre. Kima prichat nayakaha. Api sarve balakaha nadim uttiranaha. Now all the children nadim uttiranaha. They have come, is it? What is that? Have they come this side? Have they all finished? Have they all come? Tirnaha, have they all crossed the shore? Have they all crossed the river? Yeah. Tada kaschit balakaha aganayat. Then the kaschit. One of them was some child counted. Ekaha dvau trayaha chatvaraha pancha shat sapta ashtau nava iti. He counted 9. अस्तु धन्यवादः भगिनि विजय महोदय अग्रे किम् अभवत् इति वदतु आं भगिनि सः स्वः न त्वं महोदय स्वं सम्यक् पठतु सः दृश्यते किल दृश्यते सः स्वं न अगणयत् अतः सः अवदत् अर्थं वदतु सः स्वं न अगणयत् नाट् कौण्टेड् माय् कुत्र अस्ति सः स्वं न अगणयत् सो सः किं सः इत्युक्ते किम् He did not count himself. Swam na aganayat. He did not count himself. Ataha saha avadat. Therefore he said. Nava eva santi, dashama na asti. Hmm. Nine is there, tenth is not there. Hmm. Nasti. Uttama. Agrime, agrimam patatu. Aparaha, api, balakaha, punaha, anyan, balakan, aganayat. Tada api nava eva asan. Aparaha, api. Asan. Asan. Asan, akurvan, dashama, nadyam, magnaha. What is magnaha? Magnaha is drowned. Nadya. So, kshamitam. Aparaha api balakah punah anyan balakan aganayat. Artham vadatu? Apara means thereafter, punah is thereafter. Hmm. Aparaha means another balak, another child also. Again, he counted the other children, anyan balakan. So, he okay. stood in the front of all the others. And he counted. Idanim patatu. Tada api nava eva asan. Then agrimam vakyam patatu. Mahode, kshamitam. Agrimam vakyam patatu. Ataha te nishyam akurvan yataha dashamam nadya magnam. Certainly. Yat dashamaha nadyam magnaha. Yat dashamha nadyam magna. Tenth boy is in the nadi itself. And I think he is drowned over there. Okay. So, because he counted only nine, he thought the tenth one is gone. He also thought the same thing. Agrimam vakyam patat. Te dukhitam. Te dukkitaha tushnim atishtana tada karti. Mahude, vakyasya artham vadatu. Vakyasya, prathamasya vakyasya artham vadatu. Te dukkitam means with the dukhi means being sad. Tushnim means silent. Atishtan, they stood. So, they dukkitaha, being very sad, they stood silently because they thought that one of their friends has gone. Okay. Agrimam vakyam patatu. Tada kachit patikah tatra agachati. Then after kachit means patit. Gachat. Gachat, agachat. Patit. Means pathika is some traveler. Patha is road and pathika is one who is traveling on the road. Mm. Then some traveler came there. Idani. Agrima. Satanah balakan dukkitan drishtva aprichet. They told that child. They kutra asti tatra. Saha ityukte kim? He ityukte kaha. Kaha. In the story, who is it? Pathikaha. So that road traveler, he came there. He saw these people standing very sad. He looked at them after seeing them. Tan balakan, that means those children. Dukkitan, that means those sad children. Drishtva, after seeing, he asked. What did he ask? Patatu. Dukkasya karanam kim? Balakaha yushma. Balakaha. What is the reason for the sadness? Uttama. Dhanyavada, Mahode. कविता भगिनी पठतु अग्रे. आं भगिनि. बालकानां नायकः अकथयत्. द लीडर् आफ़् द बालकास् हि स्पोक् अकथयत्. वयं दश बालकाः स्नातुम् आगताः. We ten balakas came for bathing. Idani nava eva smaha. Now we are only 9. Ekaha nadyam magna iti. One drowned in the nadi iti. Iti, therefore we are sad. Iti, agrim. पथिकः तान् अगणयत्. द पथिकः देन् कौण्टेड् देम् तान् कौण्टेड्. तत्र दश बालका एव आसन्. देर् टेन्स् बालकास् ओन्लि देर् ओन्लि देर् एव ओन्लि वेर् देर् नायकम् आदिशत्. स नायकम् आदिशत्. आदिशत् इस् ओर्डर्ड्. द लीडर् ओर्डर्ड् हि नो द लीडर् डिड् नाट् आर्डर्. नायकम् आदिशत्. सो सः नायकं सः इस् हू देट् पथिकः. नायकम् आदिशत्. हि ओर्डर्ड्. वाट् डिड् हि ओर्डर्? त्वं बालकान् गण्य. त्वं बालकान् गण्य. यु कौण्ट् द बाय्स्. गणय. यु कौण्ट् द बाय्स्. यु कौण्ट् द बाय्स्. सः तु नव बालकान् एव अगणयत्. तथा पथिकः अवदत्. हि आल्सो कौण्टेड् द 9 बाय्स्. तथा देन् पथिकः अवदत्. देन् द ट्रावेलर् सेड् दशम त्वम् असि इति. नैन् दशमः इस् टेन्. देट्स् वै वि से अथ दशमोऽध्यायः. दशमः अध्यायः लैक् देट्. नवमः अध्यायः. सो यु आर् द टेन्. त्वम् असि. यु आर् द टेन्थ् वन्. इदानीम् अग्रे पठतु अन्तिमं वाक्यम्. आम् आम्. तत् श्रुत्वा प्रकृष्टाः भूत्वा सर्वैः गृहम् आगच्छन्. लिस्निङ्ग् सर्वे गृहम् आगच्छन्. प्रहृष्टाः हेपी. प्रहृष्टाः मीन्स् वेरि वेरि हेपी. सर्वे गृहम् आगच्छन्. प्रसिद्धा कथा अस्ति. अस्तु विशालाक्षी भगिनी शान्तिमन्त्रं वदतु भगिनी. सर्वे भवन्तु सुखिनः. सर्वे सन्तु निरामयाः. सर्वे भद्राणि पश्यन्तु. मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. कृष्णार्पणमस्तु. अस्तु. अनेके धन्यवादाः. पुनर्मिलामः. पुनर्मिलामः.